नमस्कारः समासेस्मिन्नवर्गे सर्वेषां स्वागतम्। पुनरावर्तिरूपेण पूरणगुणसुहितार्थसदव्यतव्यसमानाधिकरणेन इति सूत्रम् अद्य पठेम। तदनन्तरं किमपि संशयाः सन्ति चेत् चर्चयिष्यामः। तत्र पूरणगुणसुहित अर्थ सत् अव्ययतव्यसमानाधिकरणे इति पदच्छेदमस्ति सूत्रस्य एकपदमिदं सूत्रम्। तत्र सुहितशब्दस्य तृप्ति इति अर्थः अस्ति, सत् शब्दस्य द्वारा लट् लकार लृट् लकार इत्यनयोः लकारयोः स्थाने, लट् लकार एवं लृट् लकार इत्यनयोः स्थाने लकारस्य स्थाने आदेशरूपेण विद्यमानयोः सत् संज्ञकः इत्युक्ते शत्रुशानच् तौ सत् इति सूत्रेण सत् इति संज्ञा अस्ति शत्रुशानच। अतः सत् शब्दस्य इत्युक्ते शत्रन्दशब्दः अथवा शानञ्चन्दशब्दः तयोः ग्रहणं भवति। अस्मिन् सूत्रे सत् इति कृत् प्रत्ययः अस्ति, अनन्तरम् अव्ययम् इति पदं प्रयुक्तमस्ति। अपि अव्ययम् इति पदस्य अनन्तरं तव्य इति कृत् प्रत्ययान्तस्य प्रयोगः कृतः इत्यतः अव्ययमपि कृत् प्रत्ययान्तमेव स्वीकर्तव्यम् इति कृत्वा अनेन सूत्रेण कृत् प्रत्ययान्तम् अव्ययम् एव स्वीक्रियते। समानाधिकरणं नाम समानश्च योः पदार्थयोः तौ इत्यर्थः, आश्रयः नाम समानविभक्तिक इत्यर्थः। अर्थात् ययोः शब्दयोः समानविभक्तिक वर्तते, तयोः समानाधिकरण्यं वर्तते। अतः समानाधिकरणवाचिनः शब्दस्य ग्रहणं भवति। सुहितार्थ येषां ते सुहितार्थाः बहुव्रीहि, पूरणं च गुणश्च सुहितार्थश्च सत् च अव्ययं च तव्यश्च समानाधिकरणं च तेषां समाहारद्वन्द्वः। पूर्णगुणसुहितार्थसदव्यसव्यसमानाधिकरणं तेन पूर्णगुणसुहितार्थसदव्यसव्यसमानाधिकरणेन तृतीयान्तम् एकपदं सूत्रम्। अनुवृत्तिसहितसूत्रमस्ति षष्टिसुप्, पूर्णगुणसुहितार्थसदव्येतव्यसमानाधिकरणेन सुपासः न तत्पुरुषा समासः इति तत्पुरुषनिषेधकसूत्रमस्ति। तत्र पूरणार्थ इत्युक्ते किम्? अष्टाध्याय्यां तस्य पूरणे ढट् इत्यस्मात् सूत्रादारभ्य षष्ट्यादेशे सङ्ख्यादेः इति सूत्रपर्यन्तं पूर्णप्रत्ययान्तशब्दाः उक्ताः सन्ति। पूर्णं नाम पूर्यते अनेन इति अर्थः अस्ति। पृ दीर्घकार पूरणे इति धातोः ल्युट् प्रत्ययं कृत्वा पूर्ण इति शब्दः निष्पद्यते। पूर्णम् इत्यनेन गणनया पूर्णता भवति इत्यर्थः। ओर्डिनल् नम्बर्स्, अत्र पूर्णप्रत्ययान्तशब्दस्य उदाहरणमस्ति सतां षष्ठः इति, षष्ठः इति पूर्णप्रत्ययान्तशब्दः अस्ति। सज्जनानां षष्ठः इत्यर्थः, पूर्णषष्ठः इत्यर्थे षष् इति प्रातिपदिकस्य पूर्ण टट् प्रत्यय डट् प्रत्यय योजयित्वा षष् योगः डट् षष् योगः आ षट् कतिपय षष् कति कतिपय चतुरां धुक् इत्यत सूत्रेण षष् कति कत कतिपय तदा चतुर् इत्येतेषां विषये पूर्ण अस्मिन् अर्थे डट् प्रत्यये परे अङ्गस्य तुक् आगमः भवति इति कृत्वा षष् योगः तकार योगः अकार। तत्र ष्टुनाष्टु कार्यं करोति इति कृत्वा षष्ठ इति प्रातिपदिकं सिद्ध्यति। षष्ठः इति प्रथम इति पदं पूर्णगुणता गुणप्रत्ययान्तशब्दः अस्ति। षष्ठः इति पूर्णप्रत्ययान्त, सताम् इति सप्तम्यन्तं पद षष्ट्यन्तं पदमस्ति। साधारणरीत्या षष्ट्यन्तपदं समर्थेन सुबन्धेन सह समासं कर्तुं शक्यते, किन्तु षष्टः इति पूर्णान्तप्रत्ययान्तशब्दमस्ति कृत्वा तत्र ये अनेन सूत्रेण तस्य समासः निषिध्यते. सदां षष्टः, छात्राणां पञ्चमः इत्यादिश तत्रेष तत्र पञ्चमः दशमः इत्यादि पूर्णप्रत्ययान्तः अस्ति. अत्र प्रश्नः उदेति, किं प्रश्नः अस्ति? यत् छात्राणां पञ्चम इत्यत्र केन सूत्रेण षष्टि विहिता अस्ति? यदश्च निर्धारणम् इति सूत्रेण निर्धारणार्थे षष्टि विहिता स्यात् इति अस्माकं संशयः उदेति. यतोहि पञ्चमः इति शब्दं शास्त्रस्य संज्ञा खलु, अतः संज्ञाम् आश्रित्य एकादेशस्य पृथक्करणं कृतं येन निर्धारणार्थे षष्टि स्यात् इति चेत् उत्तरत्वेन न्यासकारः वदति यत् अत्र समुदायसमुदायिसम्बन्धे शेषलक्षणे षष्टिविहिता इति. यदि यदश्च निर्धारणम् इति सूत्रेण निर्धारणे षष्टिविहिता इति स्वीकुर्मः, तर्हि पूर्णगुणसुविधार्थ इति सूत्रेण परपूरणम् इति दलनिष्प्रयोजनं स्यात्. तत् मा भूत् इति कृत्वा अत्र निर्धारणार्थे षष्टि न स्वीकर्तुं शक्यते. यदि यतोहि तत्र पञ्चमः इति निर्धारणार्थम् अपि स्वीकर्तुं शक्यते विकल्पेन, न तत्र तत्रापि निर्धारणार्थं व्यर्जयित्वा अपि स्वीकर्तुं शक्यते. अत्र तु निर्धारणार्थे षष्टि न स्वीकृतः अस्ति. तर्हि पञ्चमा इति पदं तु संज्ञावाचकः अस्ति. संज्ञा तु गुणः अस्ति, संख्यावाचकशब्दः. तत् निर्धारणे नास्ति, संख्यावाचकशब्दमस्ति पञ्चमः इति. यदि निर्धारणे नास्ति चेत् कीदृशशब्दः भवति इति प्रश्ने सति तत्र उत्तरमस्ति संख्यावाचकशब्दः इति. यदि संख्यावाचकशब्दः इति चेत् तत् गुणशब्दः अस्ति, संख्या इति गुणः एव अस्ति. गुणमाश्रित्य एकदेशस्य पृथक्करणम् इति मत्वा निर्धारणार्थे षष्टी स्यात् इति चेत् तदपि न भवति. यतोहि भाष्यकारः गुणवचनसंज्ञविषये उच्यते समासकृदन्ततद्विदान्त अव्यय सर्वनाम जातिसंख्या संज्ञाशब्दात् व्यतिरिक्तम् अर्थवत् शब्दस्वरूपं गुणवचनं संज्ञं भवति इति. अतः संख्यावाचकशब्दाः गुणवचनसंज्ञाः इति स्वीकर्तुं न शक्यते. संज्ञाशब्दस्य गुणवचनम् अस्ति यदा पूर्वस्ति न, संज्ञा गुणमेव सूचयति. गुण इत्युक्ते पृथक्करणं भवति यतः रामः. किन्तु संख्यावाचकस्य तादृश गुणं स्वीकर्तुं न शक्यते इति भाष्यकारः वदति. संख्यावाचकशब्दाः गुणवाचकः इति स्वीकर्तुं न शक्यते इति. तर्हि पञ्चम इत्यत्र निर्धारणार्थे षष्टि नास्ति, अपि तु शेषे षष्टि इत्यनेन सूत्रेण शेषार्थे एव षष्टि जायते इति कृत्वा कुत्रापि विशिष्टसूत्रेण षष्टि न भवति, तत्सर्वं शेषे षष्टि इति षष्टिशेषे इति सूत्रेण शेषत्वविवक्षायां षष्टि भवति इति कृत्वा तत्र शेषषष्टिः अस्ति पञ्चमः इति पदस्य. अत्र पञ्चमः इति शेषत्वषष्टि भवति चेत् पूर्णगुणसुहृदार्थसदव्यद्रव्यसमानाधिकरणेन इति सूत्रेण षष्टि न मीन्स् समासः न भवितुम् अर्हति. यदश्च निर्धारणम् इति सूत्रेण निर्धारणार्थे विहिता अस्ति चेत् न निर्धारणे इति सूत्रेण अपि निषेधः भवति. उभयत्र तत्र शेषत्व अविश्यपि तत्र सूत्रेण षष्टिः न भवितुमर्हति, कृते समासः न भवति कदापि इति. एवमेव अकलायाः सौख्यं पाकस्य काष्ण्यम् इत्यत्र गुणगुणिनो सम्बन्धे शेषलक्षणैव षष्टि इति वेदितव्या, न तु निर्धारणार्थे इति कृत्वा तत्र काकस्य काष्ण्यं काककाष्ण्यम् इति शेषत्वविवक्षायां तत्र समासः न भवति इति उच्यते. पूर्णगुणसुहितार्थसदव्यतव्यसमानाधिकारणेन इति सूत्रेण एवमेव वाल्लक्यः वलाख्याः सौकल्यं काकस्य बलाकाय बलाका इत्युक्ते स्वान् बलाक सौख्यम् इत्युक्ते वैट्नेस् तु द वैट्नेस् आफ् द स्वान् ईस् तत्र बलाक न शक्यते क्रेन् और् स्वान् और् आल् आफ् दम् आर् इन् द बलाका केटगरि. बलाका मीन्स् दि क्रेन् ओन्लि या रैट् अस्तु. तत्र पूरणशब्दस्य चिन्तनम् अभवत्. अधुना गुणार्थाः इति प्रकृतसूत्रेण गुणः इति केवलगुणवाचिशब्दः गुणोपसर्जनद्रव्यवाचिशब्दः द्वयोः अपि ग्रहणं भवति इति गुण उपसर्जनद्रव्यवाचि गुण गुण गुणि गुणिवाचकः गुणवाचकः इति अस्तर्थे अत्र किं वदति आकडारात् एका संज्ञा इति सूत्रे भाष्ये भाष्यकरण गुणवाचकशब्दानां विवरणं कृतं. भाष्यवचनमेव अस्ति समासकृतद्विद अव्यय समास सर्वनाम सर्वलिङ्गा जातिः इति. समासस्य समाससंज्ञा वक्तव्या, कृतः कृत्संज्ञः वक्तव्या, तद्विदस्य तद्विदसंज्ञा वक्तव्या, अव्ययस्य अव्ययसंज्ञा वक्तव्या, सर्वनाम्नः सर्वनामसंज्ञा वक्तव्या, असर्वलिङ्गा जातिरित्येतच्च वक्तव्यं, सङ्ख्यायाः सङ्ख्या संज्ञा च वक्तव्या. अर्थात् एताः संज्ञाः विहाय गुणवचनः इति संज्ञा भवति इति आशयः. तत्र समासकृतन्ततद्विध अव्ययसार्वनामजातिसंज्ञा सर्वसंज्ञाशब्दव्यतिरक्तम् अर्थवत् शब्दस्वरूपं गुणवचनं संज्ञां भवति इति भाष्यकारेण भाष्यकारस्य आशयः वर्तते. प्रकृतसूत्रे तु आकडारात् इति सूत्र सूत्रोक्तगुणवाचनशब्दकानां तृतीया तत्कृतार्थेन गुणवचनेन इति सूत्रे प्रपञ्चितानां गुणानां ग्रहणं नास्ति यतोहि प्रकृतसूत्रे गुणवचनशब्द अभावात्. अत्र प्रकृतसूत्रे गुणः इत्यस्य कः अर्थः आकडारात् एका संज्ञा इन् सूत्र दट् सूत्र भाष्यकार हेस् गिवन् दट् समाससंज्ञा कृत्संज्ञा तद्विधसंज्ञा अव्ययसंज्ञा सर्वनामसंज्ञा असर्वलिङ्गसंज्ञा सङ्ख्याया संज्ञा इति. अर्थात् एता संज्ञा विहाय गुणवचन इति संज्ञा भवति. इफ् इट् डजन्ट् फाल् इन् एनी आफ् दिस् केटगरी देन् ओन्ली यु शुड् हाव् देन् ओन्ली यु केन् काल् दट् दट् वर्ड् as a gunavachana. Okay, it is not samasa. No, it cannot be a samasa padam, samasta padam. Okay. It cannot be a kritantam, it cannot be a tadyadantam, it cannot be an avyaya, it cannot be a sarvanama sapnya, asarvalinga sapnya, sankhya. All these, if it is formed, that the gunavachana, so, see, we have this काष्ण्यम् सौख्यम् दि बोत् आफ् दम् आर् तद्विद रैट् तत्र कृष्णस्य भावः काष्ण्यम् अस्ति सो दट् कम्स् अण्डर् तद्विदसंज्ञा. सो वाट् हि सेस् इस् समासकृदन्त तद्विदान्त अव्यय सर्वनाम जातिसंज्ञा सर्व व्यतिरिक्तम् अर्थवत् अपि दे शुड् नाट् फाल् इन् टु एनी आफ् दीस् ग्रूप् plus but it should have be an arthavat shabda swarupam. That only is what is called a gunavachana. Oh, okay. As per Bhashyakara. प्रकृतसूत्रे गुणः इत्यस्य कः अर्थः? अत्र एका कारिका वर्तते भाष्ये, अत्वे निविशते अपौति अपैति पृथक् जातिषु दृश्यते आदेयश्च अक्रियाजश्च सः असत्त्वप्रकृतिर्गुणै प्रकृतिः गुणः इति अनया कारिकया गुणवाचकशब्दानां व्याख्या भाष्ये दत्ता दृश्यते। तादृशगुणः एव प्रकृतसूत्रे गुणः इति पदेन गृह्यते। अत्र गुणः इत्यनेन सङ्ख्यायाः ग्रहणं नास्ति, मुख्यविषयमस्ति। तत्र सत्त्वे निवेशते अपैति इति तस्य अर्थः कः? गुणः सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति, द्रव्यात् पृथक् स्थातुं न शक्नोति। यावत् पर्यन्तं द्रव्यम् अस्ति एते गुणाः भवन्ति, द्रव्यनाशे सति गुणस्य अपि नाशः भवति। गुणाः द्विविधा भवन्ति, केचन गुणाः नित्याः, केचन गुणाः अनित्याः। फलेषु यः वर्णः भवति सः अनित्यः भवति, यतोहि कालान्तरेण तस्य परिवर्तनं भवति। तादृशगुणाः अनित्याः भवन्ति। आकाशस्य महत्त्वम् इति यः गुणः सः सर्वदा वर्तते, अतः तादृशगुणः नित्य इत्युच्यते। So that is what is atve vina nivishate apaiti means when the dravya vinasha bhavati chet that is anitya ji. Pratak jadishu drishyate, pratak jadishu drishyate vartike asti etat vakyam. Gunah binnasu jadishu drishyate, yada krishnah iti gunah binnasu jadishu drishyate, घटे अपि भवति, वस्त्रे अपि भवति, पुस्तके अपि भवति, शुनके अपि भवति इति कृत्वा पृथक् जातिषु दृश्यते गुणः। आदेयश्च अक्रियाजश्च इति अन्यवाक्यमस्ति, तत् किं सूचयति? गुणः कुत्रचित् क्रियाया जायते, कुत्रचित् क्रियां विना अपि जायते। यदा घटस्य रक्तरूपम् अग्निसंयोगेन जायते, अतः अत्र क्रियाया रक्तरूपं जायते, परन्तु आकाशस्य महत्त्वम् इति परिमाणरूपी गुणं क्रियाया न जायते, अतः क्रियाया अपेक्षा गुणः भिन्नः। तत्र गुण आदानं कथं भवति? आदे अधिकरण आदेय अधिक अक्रियाजश्च अक्रियाज विदौट् क्रियाज दट् इस् आकाशस्य महत्त्वम्। आदेयः इत्युक्ते क्रियया जन्यम्, आदेयम् इत्युक्ते वि आर् सूपर् वि आर् आट्रिब्यूटिङ्ग् टु दट् आन् टु एस् आन् ए अर्थ बै आक्टिविटि लैक् पेण्टिङ्ग् ए विण्डो आर् burning that, you know, by baking a mud pot, you get a red color on the mud pot. That is adeyaha. Akriya means without this thing, it is by default itself there is a guna. That is parimana rupi guna, kriya. Na kriyaya na jayate. Tadeva adeyascha akriyajascha. Then the last word aspect on that is asatvena. किमर्थम महत्त्वं किम्? आकाशस्य गुणः अस्ति न, महत्त्वम् इति गुणः अस्ति आकाशस्य। ओ ओके, दट् इस् ए परिमाणरूपी गुणः अस्ति, न तु क्रियाजन्य। परिमाणम् इस् अ मेशर् महत्त्वम् इति मेशर् इस् दट् महत्त्वम् इस् अ मेशर्, वाट् इस् द वास्ट्नेस् आर् वाट् इस् द सैज़् आफ् आकाश यु से इट् इस् महत्त्वं, सो दट् इस् अ परिमाणम्। सो द गुण महत्त्वम् इस् ए रूपी गुणः, कीदृशरूपी? परिमाणरूपी गुणः, अतः अतः क्रियाया अपेक्षा गुणः भिन्नः. सो देर आर् टु टैप् आफ् दिस्. वन् इस् क्रियाया क्रियाजन्यं, द अदर् वन् इस् अक्रियाजन्यम्. देन् इस् द लास्ट् केटगरि विच् इस् काल्ड् सः असत्त्वप्रकृतिगुणः. गुणः यद्यपि द्रव्ये एव तिष्ठति तथापि द्रव्यभिन्ना अस्ति. गुणः यद्यपि द्रव्ये एव तिष्ठति तथापि द्रव्यभिन्ना अस्ति. अर्थम् अवगतं वा? महोदय, गुणः यद्यपि गुणः द्रव्ये अपि तिष्ठति परन्तु तथापि द्रव्यभिन्नः. Okay, now I'll explain this. The whiteness of a valaka or whiteness of a flower is seen in both valaka and the flower. So the whiteness is dependent upon the dravya, but we also have a guna in our understanding that white is a guna which is there in valaka as well as pushpa, and it can be seen any other places also. So there is a dravya bhinna guna. So it is not dependent upon the dravya, but it is always seen on a dravya. Okay, so in our understanding, the white is not dependent on any dravya. We have an idea, guna, that color of white is dravya bhinnaha, but it can never be seen independent of dravya. Doesn't mean that there is no guna called white separate from dravya, because we are seeing able to see it many places. So the guna dravya, it has to express itself, it needs a dravya. But dravya without that also we can see, because see, suppose a flower, it is blue or red. The flower is in the same rose, is rose color, red color or black color rose. So rose, the shape is not the color, not the guna. The color of the rose changes according to the color. So there must be something called a color which is independent of the dravya. Okay. Which can be, right? That is why it here is saha asatva prakriti gunaha iti. Tatparyam yat yaha dravya kriya jati bhinnaha asti saha ya eva guna samyaka bhavati. So dravya kriya jati. द्रव्यक्रियाजाति व्यतिरिक्तः अस्ति गुणः, स एव गुणसंज्ञः भवति. तत्र गुणवाचकशब्दः त्रिविधा भवन्ति. केवलं गुणवाचकशब्दः यदा शक्ति, श्रद्धा, बलं, वैद्यं, श्रम, भयम् इत्यादि केवलं गुणः अस्ति. तत्र गुणवाचकः अस्ति, तत्र तत् ते अपि द्रव्यमाश्रित्य एव दृश्यते. श्रद्धा कः, शक्ति इति कस्मिन् अस्ति इति, श्रद्धा अपि, बलं, धैर्यम् एते सर्व द्रव्यम् आश्रित्य एव दृश्यति. किन्तु केवलं गुणम् एव सूचयति. केवलं गुणिवाचकः यदा उन्नतः, विशालः, उत्तमः, सुन्दरः इत्यादयः, एते गुणवत् वाचकाः सन्ति. गुणवत् इत्युक्ते यस्मिन् अस्ति इति, अर्थात् गुणम् अपि बोधयति, तेषाम् अधिकरणानि अपि बोधयन्ति. तत्र उन्नतः वृक्षः, उन्नतः बालः, विशालः समुद्रं, विशालः क्रीडाङ्गणम् इत्यादि, तत्र गुणमपि सूचयति, अधिकरणमपि सूचयति. एते गुणिवाचकाः एव गुणो उपसर्जनद्रव्यवाचिनः इति उच्यन्ते. गुण उपसर्जनद्रव्यवाचिनः शक्ति इत्युक्ते इट् ईस् द सेकेण्ड्रि गुण इस् द सेकेण्ड्रि बट् द्रव्य इस् अधिकरणम् आन् विच् इट् इस् सीन् इति उच्यते. गुणवाचकाः अपि भवन्ति गुणिवाचकाः अपि भवन्ति. यदा शुक्लः नीलः रक्तः मधुरः अम्लः कटु इत्यादयः एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते गुणिवाचकत्वेन अपि प्रयुज्यन्ते. अस्माकं विवक्षानुगुणं प्रयोगः शक्यते. सी द वैट् एस् अ गुण केन् बि यूस्ड् बट् वेन् वि आड् इट् इस् शुक्लः पटः देर् इट् इस् वाट् इस् सेयिङ्ग् गुणिवाचकशब्दः. The whiteness of the, then it becomes the whiteness of the cloth. But when we say Shuklaha, means it's pure, it's we are only talking about the white. We are not showing the importance onto the Dravya where it is being. It can be anywhere. So it is Gunavachaka and Gunivachaka. It is Gunavachaka Shabdasya Udaharanani, Kakasya Karshne. Krishnasya भावः काष्ण्यं तद्विदान्तमस्ति. काकस्य इति पदस्य षष्टिशेषि इति सूत्रेण गुणिसम्बन्धे षष्टि जातः. काकस्य इति षष्ट्यन्तस्य काष्ण्यम् इति केवलगुणवाचकेन शब्देन सह षष्टि इति सूत्रेण यः समासः प्राप्तः तस्य निषेधः भवति पूर्णगुणसुहृदार्थसदव्येतव्यसमानाधिकरणेन इति सूत्रेण. अतः काककाष्ण्यम् इति षष्टितत्पुरुषसमासः न भवति. व्यस्तप्रयोगे एव करणीयः काकस्य काष्ण्यम् इति. सो हियर् काष्ण्यं कृष्णस्य भावः इति अस्ति, तद्धिदान्तमस्ति. काकस्य इति षष्टि शेषषष्टिः अस्ति, गुणगुणिनो सम्बन्धेन शेषषष्टिः अस्ति इति कृत्वा काकस्य षष्टि काष्ण्यम् इति तद्धिदान्तसमेन षष्टिः प्राप्तः अस्ति समासः. किन्तु पूर्णगुणसुहितार्थसदव्यदव्यसमानाधिकरणेन इति सूत्रं तद् निषिध्यते इति कृत्वा व्यस्तप्रयोगे एव करणीयम्. एवं ब्राह्मणस्य शुक्लाः दन्ताः तत्रापि एवं विधं शुक्लाः इति गुणिवाचकशब्देन सह षष्टिः प्राप्तः अस्ति समासः, तस्य निषेधः भवति पूर्णगुणसुविधार्थ इति सूत्रेण. अतः ब्राह्मणशुक्लः इति षष्टितत्पुरुषसमासः न भवति, व्यस्तप्रयोगे एव करणीयः ब्राह्मणस्य शुक्लः. ब्राह्मणस्य शुक्लः इति उदाहरणे शुक्लः इति पदं तु मतुप्रत्ययान्तशब्दमस्ति. शुक्लः इति शब्दः सामान्यतया गुणवाचकः अपि भवति गुणिवाचकः अपि भवति प्रसङ्गम् अनुसृत्य. अस्मिन् उदाहरणे गुणिवाचकप्रयुक्तम् अयं शब्दः, अतः गुणोपसर्जनद्रव्यवाचकवाचि अयं शब्दः इति. गुणवचनेभ्यः मतु लुगिष्ठा भव इति वार्तिकमस्ति, अत्र सान्दर्भिकविषयमस्ति. गुणवचनेभ्यः मतु लुङ्गिष्टः इति अत्र शुक्लः इति मधुप्रत्ययः इति उक्तं न, तत्कारणेन किं वदति, गुणवचनेभ्यः मधु लुक् वक्तव्या. गुणवाचिकेभ्यः शब्देभ्यः मधुप्रत्ययः विधानं ततः तस्य लुक् भवति. गुणवचनेभ्यः मधु लुङ्गिष्ठः इति वार्तिकेन. अतः शुक्लः गुणः येषाम् अथवा येषु अर्थेषु मधु विधीयते तदस्यास्य अस्ति अस्मिन् अस्ति इति मधु इति सूत्रेण. मधुप्रत्ययः अस्ति अस्मिन् वा इति अर्थे विधीयते. शुक्लः योगः मधुक् इति भवति. मधु प्रत्ययः इत्यस्य पकारस्य उकारस्य इच्छा इत्संज्ञा भवति, मत् इति अवशिष्यते. शुक्लायोगः मत् इति भवति. तदनन्तरं मातुपदायाश्च मतोः वा अयवादीभ्यः इति सूत्रेण मावर्ण आवर्ण अवर्णात् अन्धस्य मवर्ण अवर्णात् उपदाश्च या यवादि वर्जयित्वा परस्य मतः मस्य वा स्यात् इत्युक्ते मकारान्तात् मकार उपदात् अवर्णान्तात् और् अवर्णात् अवर्ण उपदात् च उत्तरस्य मतः मतोः वा इत्ययमये आदेशो भवति यवादिभ्यः तु परतो न भवति शुक्लः इति शब्दः अवर्णान्तः इति कृत्वा मतुप् इत्यत्र मकारस्य वकारादेशं कृत्वा शुक्लवान् इति रूपं सिद्ध्यति मतुप् योजनेन शुक्लवान् इति भवति ततः परं गुणवचनेभ्यो मतुप् लुगिष्ट इति वार्तिकेन मतुप् प्रत्ययस्य लुक् क्रियते अतः शुक्लः इति रूपमेव सिद्ध्यति एवं शुक्लः इति मधुप्रत्ययान्तशब्दः निष्पन्नः शुक्लः इति गुणो अस्य अस्ति इति शुक्लः दन्तः इति वदामः शुक्लः इति पदं गुण उपसर्जनद्रव्यवाची शब्दः अस्ति यतोहि शुक्लः इति पदं मधुप्रत्ययान्तः शब्दः द्रव्यमेव बोधयति शुक्लः इति शब्दः दन्ताः इत्यस्य विशेषणमस्ति प्रश्न उदेति कथं ब्राह्मणस्य शुक्लः इत्यत्र समासचिन्तनं क्रियते इति यतोहि शुक्लः इति पदं तु उपसर्जनीभूतमस्ति अर्थात् शुक्लः इति पदम् अन्यत् पदम् आश्रित्य तिष्ठति अतः कथं तत्र समासचिन्तनं क्रियते यतोहि विवक्षितवाक्ये विशेषस्य दन्तस्य श्रवणमेव नास्ति तत्र ब्राह्मणस्य शुक्लः तत्र दन्तः इति न श्रूयते एव सत्यं शुक्ला इति पदम् उपसर्जनीभूतम् अस्ति यतोहि अन्यशब्दस्य सापेक्षा वर्तते शुक्लः इति ब्राह्मणस्य गुणं नास्ति ब्राह्मणस्य शुक्लः इति अन्यपदार्थस्य आश्रयम् अस्ति अपि सापेक्षा वर्तते इति कृत्वा शुक्लः इति पदं स्वतन्त्रसमय असमर्थः अस्ति अतः ब्राह्मणस्य शुक्ला इत्यत्र शुक्ला इति शब्दः असमर्थः इति कृत्वा समासः एव न सम्भवति सामर्थ्यम् अस्ति चेदेव समर्थपदविधिः इति सूत्रेण सामर्थ्यं भवति सापेक्षम् असमर्थं भवति समासार्थं समर्थपदविधिः इति सूत्रबलात् सामर्थ्यं नास्ति चेत् एव समासः भवति अर्थात् ब्राह्मणस्य शुक्लः इति वाक्ये शुक्लः इति शब्दे सामर्थ्य अभावात् समासः न स्यात् इति चिन्तयामः तर्हि कथं समासनिषेधस्य चिन्तनं क्रियते इति चेत् उच्यते तस्य उत्तरत्वेन यत् यदा प्रकरणादीना दन्तः इति विशेषणं ज्ञातं भवति तदा इदं पदम् उदाहरणं स्वीकर्तुं शक्यते यदा प्रकरणादीनां विशेष्यवाचन दन्तः इत्यादीनां प्रतीतिः भवति तदा एव इदम् उदाहरणं स्वीक्रियते नो चेत् केवलं शुक्लः इति शब्दः सामर्थ्यम् असमर्थः अस्ति अतः केवलं ब्राह्मणशुक्ल इति उदाहरणं स्वीकृत्य समासः भवति वा न भवति वा इति विचारः न शक्यते यतोहि शुक्लः इति पदम् असमर्थम् अस्ति तत्र ब्राह्मणस्य शुक्ल उदाहरणं पश्यामः चेत् तत्र किं वदति ब्राह्मणस्य शुक्लः दन्तः इति ब्राकेट् मध्ये अस्ति सो वेन् एवर् वी हेव् दिस् सिचुवेशन् लैक् दिस् दिस् नौ द क्वश्चन् विल् कम् वेदर् ब्राह्मणस्य प्लस् शुक्ल केन् बी मेड् ए समास सो शुक्ल इस् असमर्थ अस्ति ब्राह्मणस्य इति पदस्य सहितं केवलं शुक्लः दन्तः इति पदविशेषणविशेषरूपम् अस्ति तत्र भिन्नसमासः भवति विशेषणविशेषम् इति कर्मधारः भवति रैट् शुक्लदन्तः इति वक्तुं शक्यते किन्तु षष्टिसमासस्य षष्ट्यन्तपदमस्ति ब्राह्मणस्य इति तत् किं वच्यते अत्र अस्मिन् स्थित्यां सामर्थ्यं नास्ति ब्राह्मणस्य ब्राह्मणपदस्य एवं शुक्लपदस्य तयोः मध्ये इति कृत्वा तयोः समासः न भवति. यदि समासः न भवति चेत् तस्य चिन्तनं के किं करणीयं? चिन्तनं तदा करणीयं यदि शुक्लाः इति तत्र ब्राह्मणस्य शुक्लाः इति किं सूचयति. किमपि वस्तु अस्ति ब्राह्मणस्य पार्श्वे यस्य शुक्लरूपम् अस्ति इति, दन्ताः भवतु, पटः भवतु, किमपि भवतु, तत्र शुक्लः इति उपसर्जनीभूतपदमस्ति इति कृत्वा समासस्य चिन्तनं भवति. किन्तु तत्र पूर्णगुणसूहितार्थसदव्येतव्यसमानाधिकरणेन इति सूत्रेण तस्य निषेधः भवति. किन्तु केवलं ब्राह्मणस्य शुक्लः इति अस्ति, तस्य शुक्लः इति किमपि अर्थं विवक्षा नास्ति चेत् तत्र तु सामर्थ्यमेव नास्ति तयोः मध्ये. अतः केवलं ब्राह्मणशुक्लः इति उदाहरणं स्वीकृत्य समासः भवति वा न वा इति विचारः न शक्यते, यतोहि शुक्लाः इति पदम् असमस्तमस्ति इति अस्ति. तदनन्तरम् अन्यत् उदाहरणम् अस्ति, बलाकाय शौक्ल्यम्. शुक्लस्य भावः शौक्ल्यम्. शौक्ल्यम् इति केवलगुणवाची शब्दः अस्ति. अत्र शुक्लः इति प्रातिपदिकात् शैन् इति तद्दिदान्तप्रत्ययविधीयते, येन शौक्ल्यं शौक्ल्यम् इति तद्दिदान्तपदं निष्पद्यते. बलाकायाः इति षष्ट्यन्तस्य शौक्ल्यम् इति गुणवाचनेन शब्दः शब्देन सह षष्टि इति सूत्रेण यः समासः प्राप्तः तस्य निषेधः भवति पूर्णगुणसुहितार्थसदव्यतव्यसमानाधिकरणे इति सूत्रे गुणः इति पदेन. अतः बलाकशौक्यम् इति षष्टितत्पुरुषः न भवति, व्यस्तप्रयोग एव करणीयः बलाकाय शौक्यम् इति. एवं कण्ठस्य तैक्ष्ण्यं, कण्टकस्य तैक्ष्ण्यं, तत्र तीक्ष्णस्य भावः, तीक्ष्णस्य भावः तैक्ष्ण्यम्. तैक्ष्ण्यमिति केवलगुणवाची शब्दः अस्ति. कण्टकस्य इति षष्ट्यन्तस्य तैक्ष्ण्यम् इति गुणवचनेन षष्टि सूत्रेण समासः प्राप्ता तस्य निषेधः भवति पूर्णगुणसुविधार्थसदवेतव्यसमानाधिकरणेन. अन्यद् उदाहरणमस्ति कण्टकस्य तैक्ष्ण्यम्, यत्र गुणगुणसम्बन्धस्य प्राप्त षष्टि इति सूत्रेण समासः प्राप्तः तस्य निषेधः भवति पूर्णगुणसुविधार्थसदव्यतव्यसमानाधिकरणेन इति सूत्रेण. अनित्योऽयं गुणः निषेधः, तत् शिष्यं संज्ञाप्रमाणत्वात् इत्यादि निर्देशात् अर्थात् तदशिष्यं संज्ञाप्रमाणत्वात् इति सूत्रे संज्ञाप्रमाणत्वात् इति पदं श्रूयते. संज्ञाप्रमाणत्वात् तस्य समस्तपदस्य विग्रहवाक्यं संज्ञायाः प्रमाणत्वम् इति भवति. अस्मिन् समासे संज्ञायाम् इति षष्ट्यन्तपदस्य प्रमाणत्वम् इति गुणवाचि शब्देन सह समासः कृतः पाणिना. अत्र कथं षष्टिसमासः प्राप्तः? यतोहि प्रमाणत्वम् इति गुणवाचकः इति कृत्वा समासनिषेधः स्यात् पूर्णगुणसुविधार्थसदव्यतव्यसमानाधिकरणेन इति सूत्रेण. अयं समस्तप्रयोगः एव अस्मान् ज्ञापयति यत् पूर्णगुणसुविधार्थसव्यतव्यसमानाधिकरण इति सूत्रस्य द्वारा गुणीवाचकशब्दस्य निषेधः अनित्या वर्तते इति कृत्वा नित्यरूपेण तस्य निषेधः न भवति. अर्थात् कुत्रचित् समयः निषेधते क्रियते, कुत्रचित् समयः निषेधः न क्रियते इति. गुणवाचकशब्देन सह षष्टिसमासनिषेधस्य अनित्यत्वात् केषुचित् स्थलेषु षष्टिसमासः दृश्यते, यथा अर्थस्य गौरवम् अर्थगौरवं, बुद्धेः मान्द्यं बुद्धिमान्द्यम् इत्यादयः. इति कारणतः गुणवाचकशब्दविषये अत्र निषेधः सम्पूर्णगुणसुहितान्तसदव्यसव्यसमानाधिकरणसूत्रस्य निषेधत्वं नित्यं नास्ति, कुत्रचित् भवति कुत्रचित् न भवति इति. तस्य उदाहरणार्थं पाणिनिना स्वयं प्रमाणत्वात् इति तदशिष्यं संज्ञाप्रमाणत्वात् इति सूत्रे षष्टिः कृतः इति एवं कारणम् अस्ति अनित्यत्वं स्थापयितम्. अर्थस्य गौरवम् अर्थगौरवम् अर्थस्य गौरवम् इति बुद्धेः मान्द्यं बुद्धिमान्द्यं भारवेः अर्थस्य गौरवं भारवेः अर्थगौरवम् अग्नेः मान्द्यम् अग्निमान्द्यम् इत्यादि उदाहरणमस्ति. तदनन्तरमस्ति सङ्ख्यानां विषये समासः निषेधः नास्ति, तद् मुख्यविषयमस्ति. सङ्ख्यानां सङ्ख्येयम् इति स्वीकुर्मः चेत् अत्र सङ्ख्या अपि गुणः अस्ति इत्यतः सङ्ख्यावाचकैः सह अपि षष्टिसमासः न स्यात्. परन्तु प्रकृतसूत्रे गुणः इत्यनेन सङ्ख्यायाः ग्रहणं नास्ति इति उक्तं व्याख्यानेषु. अपि च सङ्ख्यानां षष्टिसमासः दृश्यते लोके, यथा गवां विंशति गोविंशतिः इति षष्टिसमासः दृश्यते. अस्य समासस्य ज्ञापकम् अस्ति शतसहस्रान्तश्च निष्कात् इति सूत्रम्. निष्कात् परौ यौ शतसहस्रशब्दौ तदन्तात् प्रातिपदिकात् थै स्यात् मत्वर्थे, यदा नैष्कशक्तिका शतिका मीन्स् शतम् हण्ड्रेड् नैष्कशतिका नैष्कसहस्रिका वर्ते थौसण्ड् तत्र शतसहस्रान्तश्च नैषिकात् निष्कात् इति सूत्रेण अस्य अस्मिन् वा इति अर्थे निष्कशत अथवा निष्कसहस्र इत्यादाभ्यां प्रातिपदिकाभ्यां थै प्रत्यय विधीयते. यदि निष्क इति शब्दस्य शत इति शब्देन सह समासः न भवति तर्हि निष्कशत इति प्रातिपदिकम् अपि न सिद्ध्यति. अतः अस्य सूत्रस्य ज्ञापकात् षष्टिसमासस्य निषेधः सङ्ख्यावाचकानां विषये न प्रवर्तते, यद्यपि सङ्ख्यावाचकाः अपि गुणाः एव भवन्ति. सङ्ख्यानां विषये षष्टिसमासः शक्यते केवलं विंशत्यधिकानां कृते एव. एकाधिकनवदशपर्यन्ता सङ्ख्या सङ्ख्येये त्रिलिङ्गाश्च भवति. एकाधिकसङ्ख्यये अर्थात् द्रव्ये वर्तन्ते, तेन समानाधिकरणेन एव तासां वृत्ति. यदा एकः विप्रः दशः विप्राः इति वैयाधिकरणेन वृत्तिः नास्ति, अतः एकविप्रस्य दशविप्राणाम् इत्यादि न भवति. अतः एकाधिकनवदशपर्यन्ता या सङ्ख्या तासां षष्टिसमासः अपि न सम्भवति, यतोहि षष्टिविभक्तिः एव न प्राप्यते. इति कृत्वा षष्टिः न प्राप्यते नवदशपर्यन्तं सङ्ख्याः षष्टिः न प्राप्यते कृत्वा तत्र षष्टिसमासः न भवति इति अस्ति. ततैश्च गुणैः षष्टिसमस्यते इति वक्तव्यम्. केषुचित् स्थलेषु गुणेन सह षष्टिसमासः दृश्यते, यदा चन्दनगन्धः गडरूपम् इत्यादि. पूर्णगुणसुहितार्थसदव्यसव्यसमानाधिकरणेन इति सूत्रेण निषेधे प्राप्ता ततैश्च गुणैः षष्टिसमस्यत इति वक्तव्यम् इति वार्तिकेन समासः प्रति प्रसूयते इति कृते प्रसवं भवति. सरलभगिनि, वि आर् जस्ट् डूयिङ्ग् ए रिविशन् आफ् द सूत्र पूर्णगुणसुहितार्थसदव्यसव्यसमानाधिकरणे इति सूत्रस्य. नमस्कारः. नमस्कारः भगिनि. तु अत्र अस्ति केषुचित् स्थलेषु समास प्रतिप्रसूवरूपेण भवति वार्तिकबलात्, ततैश्च गुणैः षष्टिसमस्यत इति वार्तिकमस्ति. ततैश्च गुणैः षष्टिसमस्यत इति वक्तव्यम्. यदा गृहे तिष्ठति इति गृहस्थः इति उपपदसमासः, तदा तस्मिन् तिष्ठति इति तत्स्त इति उपपदसमासः. तत्स्त इति इति वार्तिके अस्ति न, तस्तैश्च गुणैः इति. तत्स्त इत्यत्र तत् इत्यनेन द्रव्यम् इत्यर्थः. तत्स्त गुणः नाम या गुणः द्रव्ये विद्यते. तत्तैश्च गुणैः षष्टिसमस्यत इति वक्तव्यम् इत्यनेन वार्तिकेन द्रव्याणाम् अपि अनुपसर्जीभूतः यः गुणः अस्ति तेन सह षष्ट्यन्तस्य द्रव्यस्य समासः भवति. न उपसर्जनीभूतः गुणः अनुपसर्जनीभूतः गुणः इति नैस् बहुव्रीही समासः. उपसर्जनीभूतः नाम गुणीभूतः इत्यर्थः. अर्थात् सामान्यतया गुणस्य प्राधान्यं न भवति, यतोहि गुणः द्रव्यम् आश्रित्य तिष्ठति. गुणः द्रव्यस्य विशेषणं भवति, द्रव्यमेव प्रधानं भवति, गुणः अप्रधानः भवति. अतः शुक्लः घटः अस्ति इति वदामः चेत् घटस्य एव प्राधान्यम् अस्ति, शुक्लः अप्रधानः गुणीभूतः अस्ति. किन्तु कुत्रचित् गुणः गुणीभूतः न भवन्ति, गुणस्य एव प्राधान्यं भवति. तादृशस्थलेषु समासः दृश्यते. यदा चन्दनस्य गन्धः, चन्दनगन्धः इति अस्ति, तत्र किं परिचयं किं वदति? साधारणतया गुणः द्रव्यम् आधिश्रित्य एव तिष्ठति. तत्र वाचक तत्र पदे किम् अस्ति? सूर्यं घटस्य घटस्य शुक्लः इति वदति. शुक्लः घटः इति अस्ति, तत्र घटस्य एव प्राधान्यं भवति, शुक्लस्य अप्राधान्यम् अस्ति इति कृत्वा तत्र केषुचित् स्थलेषु गुणीभूतः द्रव्यस्य अधिकतया गुणस्य प्राधान्यं वर्तते. यदा चन्दनस्य गन्धः, तत्र गन्धत्वेन प्रतीयमानः या गन्धः न कदा गन्धत्वे प्रतीयमानः गन्धः न कदापि गुणीसमानाधिकरणः, किन्तु स्वप्रधानः भवति. तत्र चन्दनगन्धः इति प्राधान्यम् अस्ति, गन्धस्य प्राधान्यमस्ति, येन यस्मिन् चन्दनगन्धं दृश्यते इति अधिकरणस्य प्राधान्यं नास्ति, किन्तु तत्र गन्धस्य एव प्राधान्यमस्ति. इदमेव हि तत्स्थं नाम गुणत्वेन प्रतीयमानः गन्धः गुणिना सह समानाधिकरण्यम् अप्राप्य स्वयं प्रधाना भवति. यः गुणः स्वद्रव्यात् पृथक् स्थित्वा अपि स्वशब्दात् उक्तः भवति, सः गुणः अनुपसर्जनसर्जनीभूतः भवति. तादृशगुण तत्स्थः इत्युच्यते. अर्थात् ये गन्धादयः शब्दाः स्व आश्रयात् चन्दनाद्रव्यात् पृथक् एव प्रतीयन्ते, न तु अनुगतं प्रतीयन्ते. अतः एव अत्र षष्टिसमासः जायते, यतोभि यद्यपि गन्धः इत्यादयः गुणवाचकाः भवन्ति. अन्यद् उदाहरणमस्ति कपित्थस्य रसः इति कपित्थरसः, ब्राह्मणस्य वर्णः ब्राह्मणवर्णः, पटहस्य शब्दः पटहशब्दः, नद्याः घोषः नदीघोषः, घटस्य रूपं घटरूपम्. गुणोत्तरेण समासतरलोभश्च वक्तव्यम् इति, तत्र तरलोभस्य विषयः अस्ति. वार्तिकार्थः गुणवाची तरबन्धेन सह षष्टिसमासः तरलोभश्च भवति. अर्थात् गुणिवचनः तरप्रत्ययान्तशब्दस्य षष्ट्यन्तसमासेन सहसा विकल्पेन भवति यदा तच्च यत्र समासः भवति तत्र तस्य तरप्रत्ययान्तस्य लोपः अपि भवति. सर्वशब्दे एव इदं वार्तिकम् अभिप्रेतं न निर्धारणे पूर्णगुणसुविधार्थसदव्यद्रव्यसमानाधिकरणेन इति च निषेधस्य प्रतिप्रसवोऽयं वार्तिकम्. तत्र सूत्रद्वयमस्ति, न निर्धारणे एव पूर्णगुणसुविधार्थसदव्यद्रव्यसमानाधिकरणे. तत्र निर्धारणार्थे भवतु अथवा पूर्णगुणसुविधार्थसदव्यद्रव्यस्य निषेधः अपि भवतु, तस्य प्रतिप्रसवं कृत्वा षष्टी इति उत्सर्गसूत्रेण समासः भवति. गुणोत्तरेण समासस्तरलोपो वक्तव्यम् इति कारणे वार्तिकेन. अतः इति सूत्रेण षष्टिसमासः प्राप्तः आसीत्. तस्य निषेधः क्रियते निर्धारणे न निर्धारणे पूर्णगुणाभ्यां सूत्राभ्यां. किन्तु प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्टिसमासः विधानं तदा च तरप्लोपप्रत्ययः अपि करोति. अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इत्युच्यते. यतश्च सर्वश्वेतः इति वकाना गुणः इति शेषः द्रव्यान्तरवृत्तिश्वेतरूपापेक्षया सर्वेषां बकानां श्वेतगुण अयम् अधिकः इत्यर्थः. द्विवचनविभज्य इति विभक्तयोः पदयोः तरप् अत्र सर्वेषाम् इति षष्ट्यन्तस्य श्वेततरशब्देन समासः भवति, तरप्लोपः च भवति इति कृत्वा सर्वश्वेतः इति रूपं निष्पद्यते. सर्वमहान् इति ईश्वरः इति शब्दशेषः. सर्वेषां महत्तरः इति विग्रहः अस्ति. तत्र सर्वशब्दस्य महत् शब्दस्य समासः भवति, तरप् इति प्रत्ययान्तलोस्य लोपः अपि भवति इति कृत्वा महत् सर्वमहन् सर्वमहान् इति रूपं सिद्ध्यति ईश्वरस्य. तदनन्तरम् अस्ति द्विवचनविभज्य उपपदे तरबीयसूनौ इति सूत्रेण द्रव्यार्थे विभज्य च उपपदे प्रातिपदिका तिङन्तात् च अतिशयेन अतिशायने तरबीयसूनौ प्रत्ययो भवतः. यत्तात् गुणवाचकेभ्यः द्वयोः एकः अतिशयेन प्रकृष्टः अस्ति द्वयोः एकः अतिशयेन प्रकृष्टः अस्ति. तदा च यदा काश्चन पदार्थं विभज्य ते पदार्थाः अन्येभ्यः केभ्यः श्चित् प्रकृष्टाः सन्ति इति वक्तव्यं चेत् तदा प्रातिपदिकात् स्वार्थे तरप्रत्ययः तदा ईयसून् प्रत्ययः भवति. यदा गुरु इति गुणवाचकेभ्यः तरप्रत्ययः विधीयते चेत् गुरुतरः इति प्रातिपदिकं लभ्यते. रामकृष्णयो रामः गुरुतरः इति वाक्यम्. ईयसून् प्रत्ययः अपि तस्मिन्नेव अर्थे विधीयते. गरीयसून् इति प्रातिपदिकं लभ्यते. गरीयान् गरीयसि गरीयः इति रूपाणि त्रिषुलिङ्गेषु भवन्ति. तत्र किमस्ति, द्वयो एक अतिशयेन प्रकृष्टाः सन्ति इति कम्पेरिसन् बिट्वीन् टु थिङ्ग्स्. तत्र ईयसून् तरप् एवम् ईयसून् प्रत्ययः वि केन् यूस् इट् फार् पृथक्करणार्थं. कश्चन पदार्थानां विभज्य ते तस्मिन् केचन प्रकृष्टा अतिशयेन प्रकृष्टा इति सूचयितुं. सर्वेषां श्वेततरः वकानां गुणः इति वाक्यं स्वीकुर्मः. अस्मिन् वाक्ये पृथक्करणं क्रियते गुणम् आश्रित्य, अतः सर्वेषाम् इति षष्टिविभक्तिः जातः यतश्च निर्धारणम् इति सूत्रेण. यतश्च निर्धारणम् इत्यनेन जातिगुणक्रियाभिः समुदायात् एकदेशस्य पृथक्करणम् स्व इतरव्यावृत्तधर्मविशेषत्व अवबोधनम्. पृथक्करणम् इत्युक्ते स्व इतरव्यावृत्तधर्मविशेषत्व अवबोधनम्. निर्धारणम् इत्युच्यते यतः निर्धारणं ततः षष्ठी सप्तम्यौ विभक्ति भवतः. वकानां गुणः वकेषु गुणः सर्वेषु श्वेतरः श्वेततरः इति अपि वाक्यं स्यात् विकल्पेन. श्वेतः इति गुणवाचकशब्दः. तस्मात् द्विवचनविभज्ययोपपदे तरबीसूनौ इति सूत्रेण विभज्ययोपपदे तरप्रत्ययस्य विधीयते चेत् श्वेततरः इति रूपं लभ्यते. इदानीं सर्वेषा श्वेतरतरः इत्यत्र षष्टिसमासः न्यास्यात् यतोहि सर्वेषाम् इत्यत्र षष्टिविभक्तिः जातः निर्धारणार्थे, अतः न निर्धारणे इति सूत्रेण स्वस्य निषेधः स्यात्. अपि च श्वेततरः इति शब्दः गुणवाचकः अस्ति इत्यतः सर्वेषां श्वेततरः इत्यत्र षष्टिसमासः निषेध्यते पूरणगुणसुहितार्थसदव्यसव्यसमानाधिकारिणः सूत्रेण. आहत्य अत्र द्वाभ्यां सूत्राभ्यां षष्टिनिषेधः जायते, परन्तु गुणोत्तरेण समासस्तरलोपश्चेति वक्तव्यम् इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुरषष्टिसमासविधानं क्रियते. अतः सर्वश्चेतः इति समासः सिद्ध्यति, तरप्रत्ययस्य लोपा च भवति इति कृत्वा तस्य उदाहरणमस्ति सर्वेषां श्वेततरः सर्वश्वेतः, नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः. अलौकिकविग्रहवाक्यमस्ति सर्वः योगः आम्, श्वेततर योगः सु इत्यत्र श्वेतः इति प्रातिपदिकात् द्विवचनविभज्ययोपपदे तरबीसूनौ इति सूत्रेण अतिशयार्थे तरप्रत्ययस्य विधीयते. श्वेततरः इति पदं निष्पन्नं भवति, श्वेतः इति गुणवाचकपदम् अस्ति. षष्टिसूत्रेण समासः प्राप्तः आसीत्, तस्य निषेधः न निर्धारणे पूर्णगुणसुविधार्थसदव्यसव्यसमानाधिकरणेन इति सूत्राभ्यां भवति. किन्तु गुणोत्तरेण तरद्लोभश्चेति वक्तव्यम् इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयति कृत्वा पुनः षष्टिसमासं विधीयते. अत्र मुख्यमस्ति तरद्लोपस्य लोपः, तरप्रत्ययस्य लोपः अपि भवति इति कृत्वा श्वेत सर्वश्वेतः इति प्रातिपदिकं निष्पन्नं भवति. समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति. एवंविधं सर्वेषां महत्तरः सर्वमहान्, सर्वेषां कृष्णतरः सर्वकृष्णः, सर्वेषां शुक्लतरः सर्वशुक्ला गौ इत्यादि. तदनन्तरमस्ति सुहृदार्थ तृप्त्यर्थे फलानां सुहितः, तत्र किमपि वैशिष्ट्यं नास्ति. फलानां तृप्ति इत्यर्थः, फलानाम् इत्यत्र षष्टिविभक्ति करणस्य अविवक्षायां शेषत्वविवक्षायां कृता वर्तते. षष्टि इति सूत्रेण समासः विधीयते, तस्य निषेधः भवति पूर्णगुणसुहितार्थ. सुहित इति पदमस्ति तृप्त्यर्थः इति अस्ति तदव्यदव्यसमानाधिकरणे सूत्रेण. अतः फलसुहित इति षष्टिसत्पुरुषः न भवति, व्यस्तप्रयोग एव करणीयः. तृतीया समासस्तु स्यादेव, षष्टि न भवति किन्तु तृतीया तत्पुरुषसमासः भवितुम् अर्हति. अर्थात् उक्तनिषेधः केवलं षष्टिपुरुषसमासस्य विषये, न तु तृतीया तत्पुरुषस्य समासे. अतः फलैः सुहिता इत्यत्र तृतीयान्तपदं सुहिता इति अत्र समासं कर्तुं शक्यते कर्तृकरणे कृता बहुलम् इति सूत्रेण. अतः फलसुहिता इति समासः निष्पन्ना भवति, एवमेव फलतृप्ति इत्यत्र समासः सिद्धा भवति. षष्टि निषेध्यते किन्तु तृतीया तु भवति एव, तृतीयान्तपदं तृप्ति भवद्भे तृप्तिः इति सुहितार्थं भवति इति कृत्वा तदनन्तरं सत् इति शब्देन विषयः. तत्र सत् इत्युक्ते शत्रुप्रत्ययान्तशब्दानां शानच्प्रत्ययान्तशब्दानां ग्रहणं भवति. तत् स्तौ तौ सत् इति सूत्रेण शत्रुशानच्चौ संज्ञौ भवतः. यथा शत्रुशानच्चौ तत्र भवति तत्र तत्सञ्ज्ञकस्य प्रत्ययुक्तम् उपयुज्य यः शब्दः निष्पन्ना तेन सह षष्ठी षत्पुरुषः निषेधः भवति. पूर्णगुणसुहितार्थ सद् इति शत्रुसत् इति तत्त्वात् शत्रुञ्जशब्देन शानच्चञ्जशब्देन सह षष्ठ्यञ्जस्य समर्थसुबन्धस्य समासः षष्टि इति सूत्रेण जातः आसीत्. किन्तु तादृशकृद्योगस्य षष्टिसमासस्य निषेधार्थं पूर्णगुणसुहितार्थ सदव्यतव्यसमानाधिकरणेन सूत्रेण इति सूत्रं निष्पन्ने बाधयति. द्विजस्य कुर्वाणः द्विजस्य कुर्वन् वा कुर्वन् कुर्वाणः नाम किङ्करः सेवकः इत्यर्थः. अस्मिन् उदाहरणे शत्रुप्रत्ययान्तशब्दस्य शानप्रत्ययान्तस्य शब्दस्य च प्रयोगः दृश्यते. षष्टि इति सूत्रेण समासः विधीयते, तस्य निषेधः क्रियते पूर्णगुणसुहितार्थ सदव्यतव्यसमानाधिकरणेन इति सूत्रेण. अतः द्विजकुर्वन् द्विजकुर्वाणः इति षष्टितत्पुरुषः न भवति, व्यस्तप्रयोग एव करणीयः. तत्र शास्त्रचर्चा अस्ति. काशिकासिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु सत् इत्यस्य उदाहरणं द्विजस्य कुर्वन् द्विजस्य कुर्वणः वा इति दीयते. पदमञ्जर्यं किं वदति? ब्राह्मणस्य पाचकः इत्यत्र सम्बन्धार्थे षष्ठी तस्य सुबन्धेन सदा सुबन्धेन यदा समासः भवति तदा ब्राह्मणस्य कुर्वन् तदा ब्राह्मण द्विजस्य कुर्वन् इत्यत्रापि समासः स्यादिति. कुर्वन् इति किङ्करः उच्यते यतोहि सः एव कुर्वन् भवति. किन्तु भाष्यकारः किं वदति? इदम् उदाहरणद्वयं सत् इत्यस्य उदाहरणं न भवितुम् अर्हति. किमर्थम् इति चेत् कर्तृकर्मणोक्ति इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते. किन्तु न लोकाव्ययनिष्ठाकलतत्कलतत्तृणाम् इति सूत्रेण शत्रुप्रत्ययान्तस्य शानच्प्रत्ययान्तस्य योगे षष्ठी विभक्तेः निषेधः क्रियते. अनेन सूत्रेण ल उ उक अव्ययनिष्ठाकलतत्तृण नित्ति इत्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति इति सूत्रं वदति. लः इति शत्रुशानच्चौ यतोहि लकारस्य स्थाने विहितौ तौ सत्यप्रत्ययौ. यदा ओदनं पचन् ओदनं पचनमानः पचन् इति शत्रुञ्ज शब्दः पचमानः इति शानचन्द्रप्रत्ययः. अनयोः योगे अनुक्तकर्मणः षष्ठीविभक्ते निषेधः कृतः न लोकाव्ययनिष्ठाकलतृणाम् इति सूत्रेण. अतः एव अनुक्तकर्मणः द्वितीयविभक्ति जातः कर्मणि द्वितीय इति सूत्रेण. शत्रुञ्जप्रत्ययान्तस्य शानच्प्रत्ययान्तस्य च योगे षष्ठीविभक्ति प्राप्ता एव नास्ति चेत् कथं वा षष्ठीसमासः निषेधः शक्यते इति भाष्यकारस्य अर्थः अस्ति, भाष्यकारस्य वचनस्य. अतः द्विजस्य कुर्वन् द्विजस्य कुर्वाणः इति तत्र द्विजस्य प्राप्ता एव नास्ति, यत् प्राप्ता एव नास्ति इति कृत्वा तत्र समासस्य योगदम् एव योगत्वमेव नास्ति. योगत्वं नास्ति चेत् निषेधं किमर्थं करणीयम् इति भाष्यकारस्य मतम्. अत्र अन्यविषयापि अस्ति यत् कुर्वन् कुर्वाणः इति सत्प्रयोगान्तस्य योगे षष्ठ्यन्तं पदं नास्ति, अपि तु द्विजसम्बन्धिनः बाह्यद्रव्यस्य अपेक्षा वर्तते इति कृत्वा उदाहरणम् एवं सम्भवति. द्विजस्य ओदनं कुर्वन् द्विजस्य ओदनं कुर्वाणः इति. इदानीं द्विजस्य इति पदस्य सम्बन्धः ओदनम् इति पदेन सह वर्तते, न तु प्रत्ययान्तशब्देन शत्रुशानन्दशब्देन सह. अतः द्विजस्य कुर्वन् द्विजस्य कुर्वाणः इत्यत्र तु समासः न शक्यते एव, यतोहि षष्ठ्यन्तस्य पदस्य समस्तत्प्रत्ययान्तशब्देन सह सम्बन्धः एव नास्ति. द्विजशब्दस्य सम्बन्धः तु ओदनम् इति पदेन सह वर्तते इति कृत्वा द्विजशब्दस्य तु सापेक्षा भवति. सापेक्षम् असमर्थं भवति इत्यतः असमर्थस्य समासः न भवति. अतः द्विजस्य कुर्वन् इत्यत्र षष्टिसमासः एव न शक्यते. एवं रीत्या द्विजस्य कुर्वन् द्विजस्य ब्राह्मणः इति तु उदाहरणं न भवितुम् अर्हति षष्टिसमासस्य निषेधार्थं पूर्णगुणसुहितार्थसदव्यतव्यसमानाधिकरणेन इति सूत्रेण सह. तर्हि इदानीम् अपि प्रश्नः अस्ति यत् सूत्रेण सत् इति किमर्थमुक्तम्? यदि सत् षष्टिः प्राप्ता एव नास्ति चेत् सूत्रे किं सत् इति दत्तमस्ति पाणिनिनः? समाधानम् एवमस्ति यत् सत्प्रत्ययान्तयोगे षष्टिः समासनिषेधार्थम् एकमेव उदाहरणं सम्भवति, द्विषन् इति पदस्य. द्विष् अत्र चौरस्य द्विषन् वृषलस्य द्विषन् इति उदाहरणद्वयमस्ति. द्विषो अमित्रे, अमित्रे कर्तरि द्विषा धातोः शत्रुप्रत्ययो भवति. द्विषन् द्विषन्तौ द्विषन्तः इति शत्रुन्द्ररूपाणि. अमित्रा नाम शत्रुः इत्यर्थः, द्विषन् नाम शत्रुः इत्यर्थः. बाल्या पतिं द्वेष्टि इति वाक्ये अमित्रार्थे नास्ति, अपि तु द्वेषः इत्येव अर्थः अस्ति. शत्रु इति अर्थं न भवति बाल्यां पतिं द्वेष्टि तत्र. किन्तु द्विषे अमित्र इति सूत्रे यदा शत्रु इति अर्थः विवक्षितः तदा एव द्विष् इति धातुतः शत्रुप्रत्ययः भवति कर्त्रार्थे. द्विषः शत्रुः वा इति वार्तिकम्. द्विषन् इति शत्रुप्रत्ययान्तस्य योगे षष्टिविभक्ति जायते विकल्पेन द्विषः शत्रुर्वा इति वार्तिकेन. इदं वार्तिकं तु न लोकाव्ययनिष्ठाकलर्थतॄणाम् इति सूत्रस्य निषेधकम् अस्ति इत्यतः एव द्विषन् इति शत्रुन्दस्य योगे षष्टि जायते विकल्पेन. अतः चौरस्य अथवा चौरं वा द्विषन्, मुरस्य अथवा मुरन् द्विषन्, द्विजस्य अथवा द्विजं वा द्विषन् इत्यत्र प्रयोगाः सन्ति. उदाहरणे चौरस्य द्विषन् इत्यस्य मुरस्य द्विषन् द्विजस्य द्विषन्, चौरस्य द्विषन् मुरस्य द्विषन् द्विजस्य द्विषन् इत्यादिषु स्थलेषु या षष्टिः प्राप्तः कृतयोगे द्विष शत्रुर्वा इति वार्तिकेन तस्य षष्टिः इति सूत्रेण सत्पुरुषः स्वार्थः. तादृशषष्टिसमासस्य निषेधार्थं पूर्णगुणसुहितार्थसदव्यतव्यसमानाधिकरणेन इति सूत्रे सत् इति पदस्य प्रयोगः कृतः पाणिनिना. अतः सत् इत्यस्य एकमेव उदाहरणम् अस्ति द्विषन् इति. एकस्य उदाहरणकृते सूत्रारम्भः अनुचितः इत्यतः एव भाष्यकारेण पूर्णगुणसुहितार्थसदव्यतव्यसमानाधिकरणेन इति सूत्रे सत् इति पदस्य प्रत्याख्यानं निराकरणं कृतम्. एवं चेत् चौरस्य द्विषन्, मुरस्य द्विषन्, द्विजस्य द्विषन् इत्यादिषु स्थलेषु समासः न भवति अनभिज्ञानात् इत्युक्ते अप्रसिद्धत्वात् इति. दट् इस् आल् वाट् वि हव् टु रिकव् अव्ययम् इति पदस्य वि हव् टु विल् टेक् इट् इन् द क्लास्. I read through the whole thing so that we get a recollection of what all the things we have discussed under this sutra till now. Purana guna suhita tasadavya tavya samana adhikarane naiti. Prashna asti va? Ma'am Shruide na? श्रूयते महोदय. अवगतं वा? Did you able to recollect everything Vidya Bhagini was teaching in the class? Kind of. Uh-huh. too much for you. No, if you take each word, you will know how to connect it. Puranarthe, that. Guna, gunavachaka, gunivachaka. Suhida means triptyarthe. Oh. Eh? Sat ityukte shatra shanacha. So we know all the shabdas. Yes. So you don't have to see the total picture. Only to say that he does not make shashti tatpurusha samasa. That's all. Am I right? No, kutrajit anityatva shashti bhavati bhagani. That also we have to remember. Anityatva, okay. तत्र गुणवाची शब्दस्य कृते चन्दनस्य गन्ध चन्दनगन्धम् अत्र किं भवति षष्ठी भवति न तत्र गुणिवाची शब्दस्य मुख्यरूपेण गुणस्य एव मुख्यता अस्ति द्रव्यस्य नास्ति इति कृत्वा चन्दनगन्धः भवति रैट् So, and there is, and then Sankhya Shabda is saying, Tatra, up to 20, you cannot get Shashti Eva. Therefore, there is no question of Shashti Tatpurusha. But above 20, Vimshati, Gaam Vimshati. Tatra, Go Vimshati Iti Bhavati, na? So, that is another thing which you have to remember. Yeah, that's it. Kutrajit bhavati, kutrajit na bhavati. These are all rather exceptions. Yeah, these are all exceptions. Hmm. Yeah. But guna gunino samande katra visheshanam visheshena bakulamiti sutrena samasa bhavati. Natu shashti sutrena. That is another thing. काकस्य काष्ण्यं षष्ठी न भवति शाकस्य इति उपयुज्यते चेत् षष्ठी न भवति काकस्य काष्ण्यं तत्र गुणगुणेन सम्बन्धः अस्ति विशेषणविशेष्यम् तत्र कथं न वक्तुं शक्यते न काकस्य काष्ण्यं तत्र समानाधिकरणं नास्ति So many things, only plain words. That means Shuklaha, if you take. Shuklaha is a plain word, no? It's not a samasa, it is not a tadida, something like that. So, in that case, what I say is the Shuklaha, when you say, not happening. When you take only the गुणवाचि शब्दः गुणवाच शब्दः इति ऐ शुड् डू वन् थिङ्ग् ऐ शुड् वन्स् अगेन् गो थ्रू द होल् थिङ्ग् लेट् मी सी हौ मच् या गो थ्रू इट् वन्स् अगेन् बिफोर् द क्लास् टुडे इवनिङ्ग् वी हव् अ क्लास् या Thank you, Maurya. See, there are no more questions. We can stop here. Yeah. First of all, I don't know whether I have understood all the things. They only have one question. Okay. Thank you. Yeah. See, the problem for us is that, you know, in that word, Purana Guna Suhidartha Sadavya Tavya Samanadikarane, there are so many words included. And for each word, there are complications. Yeah, that is true. Gunavachaka shabdaha, gunivachaka shabdaha, kutrajit bhavati, kutrajit na bhavati. Even and in the case of Shatrushanat, there is a, you know, Shastra charcha. That is more important rather than the whether that Shatrushanas, whether will become Nishedha Bhavati va na Bhavati. Prapta eva nasti. Na loka karta, no, that is the sutra, na? न लोकाव्यय निष्ठा कलर्तृणाम् इति सूत्रेण षष्टिः एव न जायते. तदनन्तरं समासस्य प्रसक्तिः एव नास्ति, केवलं द्विषन् इति एव शब्दः, एकमेव शब्दः अस्ति तस्य उदाहरणम् इति उच्यते. अस्तु, देन् वील् स्टाप् हियर्. थेङ्क् यू, धन्यवादः, नमस्कारः. नमस्ते.